अस्तु, तर्हि आरम्भे एतादृशविचारः प्रवर्तमानः आसीत् यत् प्रतिसप्ताहं वयं नूतनशब्दस्य अभ्यासं कुर्मः. प्रथमशब्दः अस्ति देवशब्दः. देवशब्दः नाम अकारान्तः पुल्लिङ्गशब्दः. अकारान्तपुल्लिङ्गशब्दः, तत्र एकवारं यदि वयं देवशब्दं जानीमः तदा अग्रे गत्वा यावन्तः पुल्लिङ्ग अकारान्तशब्दाः सन्ति तान् सर्वान् वयं ज्ञास्यामः. अतः सौलभ्यमस्ति, महत् सौलभ्यमस्ति. तर्हि शिल्पा भगिनी कृपया वदतु नाम अत्र त्रिषु वचनेषु सप्तसु विभक्तिषु देवशब्दः. देवः, देवौ, देवाः, देवं, देवौ, देवान्, देवेन, देवाभ्यां, देवैः, देवैः, देवैः, देवय, देवाभ्यां, देवाय, देवाय, देवाभ्यां, देवेभ्यः, देवात्, देवाभ्यां, देवाभ्यां, देवेभ्यः, देवस्य, देवयोः, देवानां, देवे, देवयोः, देवेषु. इति देवशब्दः अस्ति. एवम् एवं कुर्मः चेत् नाम तत्र कश्चन एकरीत्या छन्दः अस्ति. यदि वयं जानीमः देवः देवो देवाः, देवं देवो देवान् इत्यादिकं जानीमः तत्र महान् लाभः. अतः स्यूतशब्दः, लक्ष्मीभगिनी, स्यूतशब्दः. स्यूतः, स्यूतौ, स्यूताः, स्यूतं, स्यूतौ, स्यूतान्, स्यूतेन, स्यूताभ्यां, स्यूतैः, स्यूताय, स्यूताभ्यां, स्यूतेभ्यः, स्यू पञ्चमे स्यूतात्, स्यूताभ्यां, स्यूतेभ्यः, स्यूतस्य, स्यूतयोः, स्यूतानां, स्यूते, स्यूतयोः, स्यूतेषु. इति अस्ति. सन्ध्या भगिनि, अश्वशब्दः. अश्वः, अश्वौ, अश्वाः, अश्वम्, अश्वौ, अश्वान्, अश्वेन, अश्वौ, अश्वेन, अश्वेन, अश्वौ, अश्वाभ्याम्, अश्वाभ्याम्, अश्वैः, अश्वाय, अश्वाभ्याम्, अश्वेभ्यः, अश्वात्, अश्वाभ्याम्, अश्वेभ्यः, अश्वस्य, अश्वयोः, अश्वानाम्, अश्वे, अश्वयोः, अश्वेषु. वृद्धः, वृद्धः, वृद्धौ, वृद्धाः, वृद्धं, वृद्धौ, वृद्धान्, वृद्धेन, वृद्धाभ्यां, वृद्धैः, वृद्धाय, वृद्धाभ्यां, वृद्धेभ्यः, वृद्धात्, वृद्धाभ्यां, वृद्धेभ्यः, वृद्धस्य, वृद्धयो, वृद्धानां, वृद्धे, वृद्धयो, वृद्धेषु. चषकशब्दः, चषकः. चषकः, चषकः, चषकौ, चषकाः, चषकं, चषकौ, चषकान्, चषकेन, तृतीया किं? चषकेन, चषकः, चषकः, चषकेन, चषकेण, केण, शकारः अस्ति. चषकेन, चषकेण, चषकेन, न, चषकेण, चषकाभ्यां, चषकैः, चषकाय, चषकाभ्यां, चषकेभ्यः, चषकात्, चषकाभ्यां, चषकेभ्यः, चषकस्य, चषकयोः चषकानां चषकाणां चषके चषकयोः चषकेषु करदीपः करदीपः करदीपयोः पुनः वदतु करदीपः करदीपः करदीपौ करदीपाः करदीपं करदीपौ करदीपान् करदीपेण करदीपाभ्यां करदीपैः करदीपाय करदीपाभ्यां करदीपेभ्यः एकनिमेषः तत्र तृतीयविभक्ति एकवचने करदीपेण करदीपेण न तथा नास्ति करदीपेन करदीपेन कश्चन नियमः अस्ति ऋणत्वं कुत्र न भवति निमित्तमस्ति निमित्तमस्ति चेदपि कुत्र न भवति ऋणत्वं कुत्र न भवति बाधा कुत्र अस्ति भवती बाधा नास्ति तत्र तत्र निमित्तं रेफः अथवा कृष्णऋकारः अथवा षकारः फलमिति दन्त्यनकारस्य स्थाने णत्वं भवति मध्ये कोऽपि स्वरः अथवा कवर्गीयव्यञ्जनं कवर्गीयवर्णः अथवा पवर्गीयवर्णः अस्ति चेदपि व्यवधानं नास्ति व्यवधानं तदा भवति यदा मध्ये चवर्गीयः कश्चन वर्णः अस्ति चवर्गीयः टवर्गीयः अथवा तवर्गीयः तवर्गीयः इदानीं दीपः दकारः अस्ति खलु दकारः अस्ति तवर्गे अधः न भवति मध्ये चवर्गीयः टवर्गीयः तवर्गीयः अस्ति चेत् न भवति खलु अनन्तरम् अन्यनियमः अस्ति अन्यनियमः अस्ति इति सामान्यनियमः इति अवगच्छन्तु यत् शब्दः शब्दः अखण्डशब्दः स्यात् अखण्डशब्दः स्यात् सखण्डः सखण्डशब्दः अस्ति चेत् सामान्यतया णत्वं न भवति अखण्डशब्दः नाम यस्य विभागः न भवितुमर्हति इदानीं करदीपः तत्र शब्दद्वयमस्ति करः दीपः अतः अखण्डशब्दः नास्ति खण्डशब्दः अस्ति सखण्डः सखण्डः नाम खण्डाः सन्ति भागाः सन्ति अतः नाम अत्र समासः इति वदामः यत्र द्वयोः शब्दयोः योजनमस्ति संयोजनमस्ति तत्र समासः इति वदामः अतः सामान्यतया णत्वं तदा भवति नाम समानपदी समानपदे मूलसूत्रं वदामि सूत्रमस्ति ऋषाभ्यां समानपदे ऋषाभ्यां रेफः मूर्धन्यषकारः ऋषाभ्यां ऋषाभ्यां तत्र यत्र आभ्यां भवति तत्र का विभक्तिः अस्ति तृतीयचतुर्थी पञ्चमी तर्हि ऋषाभ्याम् एकस्मिन् सूत्रमस्ति ऋषाभ्यां समानपदे समानपदे मने नाम माने नाम अखण्डफलमस्य स्यात् समानपदे एकस्मिन् पदे पदम् अखण्डफलं स्यात् तस्य विभागः न स्यात् करदीपः सखण्डफलमस्ति ऋषाभ्याम् अत्र पञ्चमी अस्ति पञ्चमी व्यक्तिः अस्ति. नाम रेफः षकारः इत्याभ्याम् नाम तस्मात् वर्णात् नकारः अस्ति चेत् एकस्मिन् पदे पूर्वं रेफः षकारः अस्ति अनन्तरं दन्त्यनकारः अस्ति. अनेन सूत्रेण नकारस्य स्थाने नकारः भवति. ऋषाभ्यां नाम पञ्चमी अस्ति. रेफः षकारः ऋषाभ्यां समानपदे. समानपदे नाम अखण्डपदं स्यात् इति सामान्यनियमः. किन्तु केचन अपवादाः सन्ति. किन्तु अत्र तवर्गीयदकारः तु अस्ति एव. अस्तु, नाम रेफः र र प्लस् ष तदा अस्ति. एवमस्ति तदा ल भवेत्. ल भवेत् सत्यं. तर्हि ऋषेण वदामः न पञ्चमी पञ्च न न हा हा अवगच्छामि. किन्तु यथा पञ्चमी सामान्यतया पञ्चमी इत्यस्य अर्थः अनन्तरम् इति अपि अर्थः अस्ति. उदाहरणार्थं एतस्मात् समयात् इदानीम् एतस्मात् अग्रे एतस्मात् अग्रे एवं कुर्मः. नाम इतः अग्रे इतः अग्रे इतः इति अस्ति इति पञ्चमी अर्थः इतः. एतस्मात् अग्रे अनन्तरं ऋषाभ्याम् इति अनन्तरं तदनन्तरं नकारः अस्ति चेत् नत्वं तथा अस्ति. तर्हि वदतु. करदीपः. तर्हि करदीपः पुनः. करदीपः, करदीपौ, करदीपाः, करदीपम्, करदीपौ, करदीपान्, करदीपेन, करदीपाभ्यां, करदीपैः, करदीपाय, करदीपाभ्यां, करदीपेभ्यः, करदीपात्, करदीपाभ्यां, करदीपेभ्यः, करदीपस्य, करदीपयोः, करदीपानां, करदीपे, करदीपयोः, करदीपेषु. कुक्कुरः, कुक्कुरौ, कुक्कुराः, कुक्कुरं, कुक्कुरौ, कुक्कुरान्, कुक्कुरेण, कुक्कुराभ्यां, कुक्कुरैः, कुक्कुराय, कुक्कुराभ्यां, कुक्कुरेभ्यः, कुक्कुराय, कुक्कराभ्यां, कुक्करेभ्यः, कुक्करात्, कुक्कराभ्यां, कुक्करेभ्यः, कुक्करस्य, कुक्करयोः, कुक्कराणां, कुक्करे, कुक्करयोः, कुक्करेषु इति अस्ति. बहु सम्यक् अस्ति. अस्तु, इति स्वर्णकारः. स्वर्णकारः स्वर्णकारः विशेषः अस्ति. करदीपः. हा, तत्र सखण्डपदमस्ति. हा, सखण्डपदमस्ति. नाम अत्र वार्ता एवमस्ति यत् निमित्तम् अत्र यत्र सखण्डपदमस्ति निमित्तं प्रथमपदे फलं द्वितीयपदे न स्यात्. किन्तु अत्र स्वर्णकारः तत्र कारः तत्र निमित्तं द्वितीयपदे अस्ति. अतः चिन्ता नास्ति. समानपदे अस्ति. पुनः स्वर्णकारः. स्वर्णकारः, स्वर्णका, स्वर्णकारौ, स्वर्णकाराः, स्वर्णकारं, स्वर्ण कारयौ स्वर्णकारौ स्वर्णकारान् स्वर्णकारेण स्वर्णकाराभ्यां स्वर्णकारैः स्वर्णकाराय स्वर्णकाराभ्यां स्वर्णकारेभ्यः स्वर्णकारात् स्वर्णकारेभ्यः स्वर्णकारयोः अहम् उक्तवती पुनः वदतु स्वर्णकाराभ्यां स्वर्णकारेभ्यः इति उक्तवती खलु किं स्वर्णकारेभ्यः आं स्वर्णकाराभ्यां स्वर्ण पञ्चमी स्वर्णकारेभ्यः स्वर्णकारस्य स्वर्णकारयोः स्वर्णकाराणां स्वर्णकारस्य स्वर्णकारयोः स्वर्णकारेषु अस्तु बहु समीचीनमस्ति इति अस्माकम् अभ्यासः इदानीं देवशब्दं जानीमः चेत् तत्र वनशब्दः तथा अस्ति खलु वनशब्दः अपि आगच्छति नाम वनमने वनानि वनमनेन वनानि इति एतावत् वयं जानीमः ततः अग्रे सर्वं समानमस्ति खलु अतः देवशब्दः वनशब्द अपि वयं जानीमः इदानीं वनमने वनानि तावदेव अस्ति खलु अनन्तरं पुस्तकं भगिनि पुस्तकं पुस्तके पुस्तकानि अस्तु व्यजनं व्यजनं व्यजने व्यजनानि व्यजनं व्यजने व्यजनानि पुष्पं पुष्पं पुष्पे पुष्पाणि पुष्पं पुष्पे पुष्पाणि इति ततः अग्रे सर्वं समानमस्ति अस्तु तर्हि इदानीम् अस्मिन् सप्ताहे लताशब्दः भवतु लता लताशब्दं सर्वे जानन्तु ततः तत्र देवशब्दः अपि अस्ति वनशब्दः अपि अस्ति लताशब्दः अपि भविष्यति प्रतिसप्ताहम् इतोपि एकशब्दं संयोजयिष्यामः अस्तु पश्येम लता वदतु लता लते लताः लतां लते लताः लतया लताभ्यां लताभिः लतायै लताभ्यां लतेभ्यः लताभ्यः पञ्चमी वा लतायाः लताभ्यां लताभ्यः षष्ठी लतयाः लतायाः लतयोः लतानां सप्तमी लतायां लतयोः लतासु इति अस्ति द्विवचने भेदः नास्ति पुल्लिङ्गे स्त्रीलिङ्गे च तत्र तृतीया विभक्ति आरभ्य सप्तमीपर्यन्तं तत्र आभ्याम् आभ्याम् आभ्याम् अयोः अयोः इति सर्वत्र अस्ति आभ्याम् आभ्याम् आभ्याम् अयोः अयोः इति अस्ति तत्र भेदः नास्ति, अतः सौलभ्यमस्ति. अस्तु, तर्हि पत्रिका भगिनी. पत्रिका, पत्रिके, पत्रिकाः, पत्रिकां, पत्रिके, पत्रिकाः, पत्रिकया, पत्रिकाभ्यां, पत्रिकाभिः, पत्रिकायै, पत्रिकाभ्यां, पत्रिकाभ्यः, पत्रिकायाः, पत्रिकाभ्यां, पत्रिकाभ्यः, पत्रिकायाः, पत्रिकयोः, पत्रिकाणां, पत्रिकानां. निमित्तं नट्वं भवति न वा? पत्रिकाणां, पत्रिकाणां, पत्रिकयां, पत्रिकायां, पत्रिकयोः, पत्रिकासु. समीचीनमस्ति. अस्तु अस्तु, मधुमक्षिका. मधुमक्षिका, मधुमक्षिका, मधुमक्षिकौ, मधुमक्षिके, मधुमक्षिकाः, मधुमक्षिकां, मधुमक्षिके, मधुमक्षिकाः, मधुमक्षिकया, मधुमक्षिकाभ्यां, मधुमक्षिकाभिः, मधुमक्षिकायै, मधुमक्षिकाभ्यां, मधुमक्षिकाभ्यः, मधुमक्षिकायाः, मधुमक्षिकाभ्यां, मधुमक्षिकाभ्यः, मधुमक्षिकायां. षष्टि खलु? मधुमक्षिकायां. षष्टि एकवचनं. मधुमक्षिकायाः, मधुमक्षिकयो, मधुमक्षिकाणां, मधुमक्षिकायां, मधुमक्षिकयो, मधुमक्षिकासु. किम् उक्तवान्? मधुमक्षिकयो. अहं किमपि न अवगच्छामि. तत्र हिन्दी एतादृश नाम मधुमक्षिकयोः. योः, ओके. मधुमक्षिकयोः इति वदनेन स्पष्टता भवति. पुनः वदतु. षष्ठी. षष्ठी, मधुमक्षिकायां. षष्ठी एकवचने. षष्ठी एकवचने किं भवति? मधुमक्षिकायाः, मधुमक्षिकायाः, मधुमक्षिकायाः, मधुमक्षिकयोः, मधुमक्षिकाणां, मधुमक्षिकायां, मधुमक्षिकयोः, मधुमक्षिकासु. तथा अस्ति. सन्ध्य भगिनी कर्तुमिच्छति वा? अस्तु. कुञ्चिका. कुञ्चिका, कुञ्चिका, कुञ्चिके, कुञ्चिकाः, कुञ्चिकां, कुञ्चिकां, कुञ्चिके, कुञ्चिकाः, कुञ्चिकया, कुञ्चिकाभ्यः, न कुञ्चिकाभ्यां, कुञ्चिकाभ्यः, कुञ्चिकाभिः, कुञ्चिकायै, कुञ्चिकाभ्यां, कुञ्चिकेभ्यः, कुञ्चिकाभ्यः, लताभ्यः, लता, पञ्चमी, कुञ्चिकायाः, कुञ्चिकयोः, पञ्चमी, कुञ्चिकयोः, कुञ्चिकाभ्यां, कुञ्चिकाभिः, कुञ्चिकाभ्यः, कुञ्चिकाभ्यः, षष्टि कुञ्चिकायाः कुञ्चिकयोः कुञ्चिकानां कुञ्चिकायां कुञ्चिकयोः कुञ्चिकासु तथा अस्ति. इदानीं बहुवचने तृतीया स्त्रीलिङ्गे भिः, चतुर्थी पञ्चमी भ्यः भ्यः, अनन्तरम् आनाम् आसु. तत् मनसि, यतोहि भिः सामान्यतया वस्तुतः डिफाल्ट् अस्ति भिः शब्द, तत्र तृतीय बहुवचने डिफाल्ट् अस्ति भिः. तत्र विशिष्टव्यवस्था अस्ति तत्र ऐः पुल्लिङ्गे पुंसकलिङ्गे च, नो चेत् सामान्यतया अग्रे गत्वा हलन्तशब्दानामपि भिः भिः भिः सर्वत्र अस्ति. भिः इति डिफाल्ट् अस्तु. छुरिका छुरिका छुरिका छुरिके छुरिकाः छुरिकां छुरिके छुरिकाः छुरिकया छुरिकया छुरिकाभ्यां छुरिकाभिः छुरिकायै छुरिकाभ्यां छुरिकाभ्यः छुरिकाः छुरिकाभ्यां छुरिकयाः. न कुत्र अस्मि? पञ्चमी एकवचने पञ्चमी छुरि तथयाः छुरिकायाः छुरिकायाः छुरिकायाः छुरिकाभ्यां छुरि पञ्चमी छुरिकाभ्यः छुरिका छुरिकायाः छुरिकायोः छुरिका पञ्चमी अस्ति. कुत्र अस्मि? षष्टि. ओ छुरिकायाः छुरिकायोः छुरिकायाः छुरिकयोः छुरिकायोः छुरिकयोः छुरिकायाः छुरिकयोः छुरिकाणां छुरिकायां छुरिकयोः छुरिकासु छुरिकासु. द्विचक्रिका द्विचक्रिका द्विचक्रिके द्विचक्रिकाः द्विचक्रिकां द्विचक्रिके द्विचक्रिकाः द्विचक्रिकया द्विचक्रिकाभ्यां द्विचक्रिकाभिः द्विचक्रिकायै द्विचक्रिकाभ्यां द्विचक्रिकाभ्यः द्विचक्रिकायाः द्विचक्रिकाभ्यां द्विचक्रिकाभ्यः द्विचक्रिकायाः द्विचक्रिकयोः द्विचक्रिकानां द्विचक्रिकयां द्विचक्रिकयां द्विचक्रिकायां द्विचक्रिकयोः द्विचक्रिकासु. समीचीनम्. उत्पीठिका उत्पीठिका उत्पीठिके उत्पीठिकाः उत्पीठिकाम् उत्पीठिके उत्पीठिकाः उत्पीठिकया उत्पीठिकाभ्याम् उत्पीठिकाभिः उत्पीठिकायै उत्पीठिकाभ्याम् उत्पीठिकेभ्यः उत्पीठिकाभ्यः उत्पीठिकायाः उत्पीठिकाभ्याम् उत्पीठिकाभ्यः उत्पीठिकायाः उत्पीठिकयोः उत्पीठिकानाम् उत्पीठिकायाम् उत्पीठिकयोः उत्पीठिकासु. अस्तु. अस्तु. अध्यापिका अध्यापिका अध्यापिके अध्यापिकाः अध्यापिकाम् अध्यापिके अध्यापिकाः अध्यापिका अध्यापिकया लताया अध्यापिका अध्यापिकया अध्यापिकाभ्याम् अध्यापिकाभिः अध्यापिकै अध्यापिकायै अध्यापिकाभ्यः अध्यापिकाभ्याम् अध्यापिकाभ्यः अध्यापिकायाः अध्यापिकाभ्याम् अध्यापिकाभ्यः अध्यापिकायाः अध्यापिकयोः अध्यापिकानाम् अध्यापिकायाम् अध्यापिकयोः अध्यापिकासु. सम्यक्. तर्हि किं नदीशब्दं कुर्मः अस्मिन् सप्ताहे? नाम इदानीं शब्दचतुष्टयम् अस्ति. देवशब्दः, वनशब्दः, लताशब्दः, नदीशब्दश्च. शब्दचतुष्टयमस्ति. नदीशब्दः बहु समीचीनमस्ति. अनेन महान् लाभः नाम स्थायिरूपेण स्थास्यति मनसि. एकवारं यदा भवति तदा बहु लाभः अस्ति. इदानीम् अस्माकं पुस्तकं गीतासोपानं प्रथमभागः अध्यायः अस्ति. लोट्लकारः षोडशः पाठः षोडशः पाठः इति पेज् 54 अग्रिमाध्यायः सङ्ख्यानां विषये अस्ति. इदानीमहम् आङ्ग्लभाषायां वदामि 54, ततः अग्रे न भविष्यति. एतत् सर्वं संस्कृतेन भविष्यति. नाम पञ्चाशत् इति 50, ततः अग्रे एतत् सर्वं करिष्यामः. तर्हि अत्र सप्तम अभ्यासः अस्ति. यथोदाहरणं वाक्यानि वदत. अत्र लक्ष्मीभगिनी वदतु कृपया. यथोदाहरणं वाक्यानि वदत. निरीक्षते, क्षमते, युध्यते, चेते, कुरुते, सहते, खिद्यते, युङ्क्ते, भुङ्क्ते, लभते, मोदते, भाषते, सेवते, ब्रूते, दत्ते. उदाहरणार्थं भवान् निरीक्षताम्, त्वं निरीक्षस्व, अहं निरीक्षै. अस्तु. तर्हि अत्र क्रियपदानाम् अर्थाः ज्ञाताः, अर्थं जानाति वा? निरीक्षते, क्षमते, तत्र कोऽपि कुत्र प्रश्नः अस्ति वा? क्षमते, युध्यते, शेते, कुरुते, सहते, खेद्यते, युङ्क्ते, भुङ्क्ते, लभते, मोदते, भाषते, सेवते, ब्रूते, दत्ते. कोऽपि प्रश्नः अस्ति वा? कुत्र? शेते, शयनं, शेते इति युङ्क्ते, युङ्क्ते इति संयोजनं करोति, योजनं करोति. ब्रूते वदति, ब्रूते वदति. भुङ्क्ते, भुङ्क्ते खादति. ब्रूते वदति, वदति. अस्तु. तर्हि भवान्, त्वम्, अहं, क्षमते इति वदतु. नाम अत्र एकवारं पश्येम अत्र आत्मनेपदीनां धातूनां रूपाणि एवं सन्ति. वयं दृष्टवन्तः गते सप्ताहे तत्र पेज् 55 वदामः एव एकवारं वन्दताम् वन्देताम् वन्दन्ताम् वन्दस्व वन्देथाम् वन्दध्वम् वन्दै वन्दावहै वन्दामहै. तर्हि क्षमते इति वदतु भवान् त्वम् अहम् क्षमते भवान् क्षमताम् त्वं क्षमस्व अहं क्षमै. अस्तु सन्ध्या भगिनी अत्र युध्यते भवान् त्वम् अहम् भवान् युध्यतां त्वं युध्यस्व अहं युध्यै. समीचीनमस्ति. इदानीं सहते इति करोतु. सहते भवान् सहतां त्वं सहस्व अहं सहै. खिद्यते भवान् खिद्यतां त्वं खिद्यस्व अहं खिद्यै. इदानीं लभते भवान् लभतां त्वं पुनः भवान् लभतां त्वं लभस्व अहं लभै. अस्तु भाषते भवान् भाषतां त्वं भाषस्व अहं भाषै. अस्तु इदानीं बहुवचने नाम वन्दन्तां वन्दध्वं वन्दामहै. नाम भवन्तः यूयं वयम् इति मोदते. भवन्तः मोदन्तां यूयं मोदध्वं वयं मोधामहे. अस्तु अग्रे निरीक्षते निरीक्षते भवन्तः निरीक्षन्ताम् भवन्तः निरीक्षन्ताम् यूयं निरीक्षध्वं वयं निरीक्षामहे. अस्तु क्षमते भवन्तः क्षमन्ताम् यूयं क्षमध्वं वयं क्षमामहै. अस्तु इदानीं लभते भवन्तः लभन्तां यूयं भवध्वं लभध्वं वयं लभामहै. अस्तु समीचीनमस्ति. इदानीं खिद्यते भवन्तः खिद्यन्तां यूयं खेद्यध्वं वयं खेद्यामहे। अस्तु, इदानीम् अष्टमं कुर्मः। तत्र कानिचन क्रियपदानि सन्ति, पश्यन्तु, नाम सप्तमे अभ्यासे तत्र केचन सन्ति धातवः यत्र ते इत्यस्मात् पूर्वम् अकारः नास्ति, तत्र रूपं भिन्नं भविष्यति। नाम निरीक्षते, क्षमते, युध्यते, किन्तु शेते, शेते भिन्नमस्ति, अनन्तरं कुरुते भिन्नमस्ति, ते इत्यस्मात् पूर्वम् अकारः नास्ति। सहते सामान्यमस्ति न वा? सामान्यं। खिद्यते सामान्यमस्ति वा? सन्ध्या भगिनी, नाम अत्र ते ते इति अस्ति खलु, ते तत्र ते अस्ति, नाम अत्र निरीक्षते, क्षमते, युध्यते, तत्र ते इत्यस्मात् पूर्वम् अ अस्ति, निरीक्ष अ, क्षमते, युध्यते, अकारः अस्ति खलु, तस्मात् पूर्वम् अ अस्ति, तो अ अस्ति चेत् रूपं सामान्यमस्ति, अ अस्ति चेत् रूपं सामान्यम्, किन्तु शेते, कुरुते, तद् भिन्नमस्ति, ब्रूते भिन्नमस्ति, अतः अहं न कृतवान्, तत्र रूपं किञ्चित् भिन्नमस्ति। युङ्क्ते किम् अभिनवदय, युङ्क्ते सामान्यम् असामान्यम्, भुङ्क्ते दत्ते असामान्यम्, यद्यपि अकारः अस्ति किन्तु तथापि किञ्चित् भिन्नमस्ति दत्ते। तर्हि अग्रे शिपभगिनी पठतु। कुरुक्षेत्रे सैनिकानां मुखात् मुखीतानि मुखरितानि पदानि एतानि सन्ति। तत्पूर्वम् उचितं कर्त्रपदं योजयत। नाम अत्र मनसि भवेत् यत् परस्मैपदी धातवः सन्ति, आत्मनेपदी धातवः सन्ति। इदानीं सप्तमे अभ्यासे तत्र आत्मनेपदी धातवः, इदानीं भञ्जयत इति आत्मनेपदी परस्मैपदी वा? नाम अत्र वन्दतां, वन्देतां, वन्दन्तां, वन्दस्व, वन्देथां, वन्दध्वं, वन्दै, वन्दावहै, वन्दामहै, तत्र भुञ्जयत्त यत् अन्ते अस्ति रूपं, तत् अत्र अस्ति न वा? अहं पृच्छामि यत् परस्मैपदीरूपम् अथवा आत्मनेपदीरूपम्? आत्मनेपदीरूपं नास्ति, वन्दतां तत्र अत अत किमपि नास्ति खलु, अत कुत्र अस्ति? नाम पठतु, पश्येम अत्र रूपाणि, पठतु तत्र पेज् 52 एकवारं वदेम, पठतु, पठतां, पठन्तु, पठ, पठतां, पठत, तत्र अस्ति खलु पठत, अनन्तरं पठानि, पठाव, पठाम, एकवारं सर्वनाम्ना सह, भवान् पठतु, मिलित्वा कुर्मः. भवन्तौ पठताम्, भवन्तः पठन्तु, त्वं पठ, युवां पठितं, यूयं पठति, अहं पठामि, आवां पठामः, वयं पठामः. अस्मिन् अभ्यासे सर्वनामपदं किम्, सर्वनाम किं स्यात् इति, यथा मारय, मारय इति क्रियापदं दृष्ट्वा त्वम् इति भवेत्, त्वं मारय. तर्हि प्रथमम् अभिनवमहोदय प्रथमं करोतु. अत्र भञ्जयत, एतत् मनसि भवेत् यत् परस्मैपदी अथवा आत्मैपदी, अनन्तरं सर्वनाम किम्? भञ्जय इत्युक्ते अर्थं किम्? अतः यः कोऽपि भञ्ज भवतु नाम अर्थः अस्ति भग्नं करोति, भग्नं करोति. त्वं भञ्जयत् अथवा वनं भञ्जयत्. अत्र पश्यतु रूपाणि सन्ति, सन्ति भञ्जयत्, भञ्जय तस्त पठ त पश्यतु, यूयं भञ्जयत्, यूयं भञ्जयत. भगिनी अग्रिमं कारयामि. कुत्र? परस्मैपदे भवन्तः लुण्ठयन्तु, लुण्ठन्तु, लुण्ठन्तु. अस्तु सन्ध्या भगिनी अग्रे. ताडयानि, अहं ताडयानि. सम्यक्, जानाति खलु अर्थः, अर्थं आस्फोटयाव. परस्मैपदे आवाम् आस्फोटयाव. आस्फोटयाम नाम स्फोटः, वयं कुर्मः स्फोटं कुर्मः. युवां कुट्टयतम्. न, विस्फोट, विस्फोट, विस्फोट प्रायः तत्र सकर्मकः अस्ति न वा इति द्रष्टव्यं. विस्फोटः आस्फोट एव तत्र सकर्मकः अस्ति. विस्फोट, विस्फोटयति, विस्फोट यकारः अस्ति चेत् तत्र सकर्मकः अस्ति, किन्तु द्रष्टव्यं, द्रष्टव्यमस्ति, यतोहि तत्र टु बि ब्लास्टेड् इति अपि अर्थः भवति, टु ब्लास्ट् बि ब्लास्टेड्. युवां कुट्टयतम्, यूयं प्रस्फोटयत्, यूयं प्रस्फोटयत्. कुत्र अस्ति भवान्? युवां कुट्टयतम्, यूयं कुट्टयतम्. अनन्तरं षष्ठं भवान् उक्तवान्, पुनः वदतु. यूयं प्रस्फोटयत्, यूयं प्रस्फोटयत. अस्तु शिल्पा भगिनी अग्रे. वयं क्षम्यतां, प्रक्षिपतु, भवान् प्रक्षिपतु परस्मैपदे. विमार्दयत्, यूयं विमार्दयत् परस्मैपदे. मारयति इति अर्थः. अस्तु सन्ध्या भगिनी. नव वयं विदारयाम विदारयति नाम कागदं स्वीकुर्मः कागदं विदारयति दश विमुञ्चाव विमुञ्चाव सो आवां विमुञ्चाव मुक्तिं कुर्मः मुक्तिः विमुञ्चाव मुक्ति मुक्ति भवती जानाति खलु मुक्ति फ्रीडम् लिबरेशन् मारय मारय परस्मैपदी त्वं मारय छिन्धि तत्र सामान्यम् सामान्यं नास्ति त्वमिति अस्ति तत्र छेदनं करोति छेद् इति धातुः छेदनं करोति त्वं छिन्धि छिन्धि छिन्धि परस्मैपदी हा ओके तत्र भेद् इति दाति भेदं करोति भेदनं त्वं भिन्धि भेदनं करोति त्वं त्वं भिन्धि भिन्धि हा अग्रे घणन्तु घणन्तु भवन्तः घणन्तु परस्मैपदे वयं प्रताडयाम त्वं सर्प सर्पति नाम गच्छति वयं सम्मुखीकरवाम सम्मुखीकरवाम तत्र सम्मुखीकरणं नाम टु फेस् मुखमस्ति फेस् खलु मुखं टु फेस् अग्रे त्वं प्रहर त्वं प्रहर प्रहरणं प्रहरति जानाति वा प्रहरणं प्रहर नाम टु हिट् अस्तु भगिनि खण्डयन्तु भवन्तः खण्डयन्तु दण्डय खण्डयन्तु नाम खण्डनं करोति काटयन्ति काटयति कर्तयति कर्तयति इति अस्ति कर्तयति दण्डय त्वं दण्डय दण्डयति इति अस्ति त्वमं कुर्मः दण्डय ताडय प्रहर सर्वे समानं न तत्र नाम साम्यम् अस्ति किन्तु समानं न साम्यमस्ति किन्तु समानं न तत्र ताडयति प्रहरति ताडयति नाम अपि तृतीयं किम् आसीत् So if you say to punish someone and to hit someone, it's the same thing? You said punish? Dandayati? Oh, it's to punish. Dandayati is punish. Oh, so it's... अस्तु अग्रे महोदय यथोदाहरणं रिक्तस्थानानि पूर्यते उदाहरणं भवान् सः भवान् शोभते भवान् शोभताम् भवन्तौ शोभेते भवन्तौ शोभेताम् भवन्तः शोभन्ते भवन्तः शोभन्ताम् अत्र नाम लट् अपि च लोट् वर्तमानकाले आज्ञार्थे च तत्र तु नास्ति शोभते शोभताम् शोभेते शोभेताम् शोभन्ते शोभन्ताम् अस्तु प्रथमं करोतु रमते भवान् भवान् रमते भवान् भवान् रमताम् भवन्तौ रमेते भवन्तौ रमेताम् भवन्तः रमन्ते भवन्तः रमन्ताम् अस्तु भगिनी अग्रे अयते नाम गच्छति भवान् अयते भवान् अयते भवान् अयतां भवन्तौ अयते अयते प्रश्नः कः अत्र अत्र किमस्ति अत्र वर्तमानकालः प्रथममस्ति वर्तमानकालः अनन्तरम् अत्र केवलम् आदेशार्थः अस्ति खलु आज्ञार्थः लोट् लट् लोट् इति अवगच्छामः सर्वे लट् लोट् अत्र लट् अस्ति अनन्तरं लोट् लट् लोट् लट् लोट् परन्तु अयतेन अयम् अयते ओके सो अहं भवन्तौ अयथौ अत्र पश्यतु कथमस्ति भवान् भवान् वन्दतां भवन्तौ वन्देतां भवन्तः वन्दन्तम् इति अस्ति अत्र तथैव अस्ति परन्तु इदानीं भवन्तौ अत्र भवन्तौ अस्ति अहं भवान् दिस् इस् द प्रेसेंट टेंस एंड देन द कमांड सो अहं भवान् अयेते भवन्तौ अयेताम् सो भवान् भवन्तः अत्र दिस् इस् भवन्तौ बट् हियर् दिस् इस् दिस् इस् नाट् द वर्ड् इस् अयते नाट् अयेते अत्र अयते अयते अस्ति रियलैज् दिस् वास् देयर् आई थॉट दिस् वास् द ओरिजिनल् अत्र अस्ति एकवचने ओके सॉरी सॉरी भवन्तः अयन्ते भवन्तः अयन्ताम् स्मयते नमस्ते स्म स्मयते भवान् स्मयते भवान् स्मयताम् भवन्तौ स्मयेते भवन्तौ स्मयेताम् भवन्तः स्मयन्ते भवन्तः स्मयन्ताम् अस्तु कर्तुमिच्छति वा त्वं त्वं उदाहरणं ओ ओके उदाहरणं त्वं त्वं द्योतसे Dvam Dyotasva. Yuvam Dyote Dyote Te. Yuvam Dyote Tham. Yuyam Dyotadve. Yuyam Dyotadvam. Dvam, okay, Dvam Sahite. Dvam Sahasva. Yuvam Sahete. Yuvam Sahetam. Tam. Yuyam Sahadve. Sahadve. Yuyam Sahadvam. Tvam Lajjase. Tvam Lajjasva. Yuvam Lajjethe. Yuvam Lajjetham. Yuyam Lajjadhve. Yuyam Lajjadhvam. Hmm. Bhagini, agree? Sajjase. Tvam Sajjase. Tvam Sajjasva. Yuvam Sajjethe. Yuvam Sajjetham. Yuyam Sajjadhve. Yuyam Sajjadvam. Aham Avam Vayam. Varte Vartai. Aham Vati Vadatu. Aham Varte. Aham Varte. Aham Vartai. Avam Vartavahe. Avam Vartavahai. Vayam Vartamahe. Vayam Vartamahai. Aham Vidye. Aham Vidyai. Asmi. Aham Vidyai Asmi. No, no, no. Aham Vidyai. If you say Aham Asmi. Aham Vidyai. Avam. Aham Vidyai Nama. I should be. Aham Vidyai Nama. Aham Asmi. Aham Vidyai Nama. I should be. Aham Vidye Aham Asmi. Aham Vidye Ityukta. I should be. Nama Yatatr Lot Yasti. That Lot. Avam Vidyavahe. Avam Vidyavahai. Vayam Vidyamahe. Vayam Vidyamahai. Shubha Vahinevi. Aham Kidhyai. Aham Kidhyai. Avam. Punah vadatu. Kidhyai. Kid. Tatra Kidhyai. Aham Kidhyai. Aham Kidhyai. Aham Kidhyai. Avam Kidhyavahai. Kidhyavahai. Avam Kidhyavahai. Vayam Kidhyamahai. Vayam Kidhyamahai. Aham Svidye. Aham Svidyai. Nama Svedam Anubhavati. Svedam. Svedaha. Avam Svidyamahai. Avam Svidyavahai. Vayam Svidyamahai. Vayam Svidyamahai. Dashma Vyasaha. Asaman. Asamanarthak padam prathak. Asamanarthak padam. Asamanarthak padam prathak kurut. Sahasva titikshasva chamasva. Nama tatra padatrayam asti. Yasya arthaha samanaha nasti. Padadvayasya arthaha samanaha. Chamasva. Ha. Ekasya artha samanah nasti. Mudam, bhashatam, modatam. Modatam. Ha, modatam iti bindam asti. Vadatu. Ha. Brutam, bhashatam, modatam. Ha, samichinam asti. Astu. Bhushva, bhajasva, khada, bhakshaya. Bhajasva. Bhajate iti bindam asti, khalu. Bhajanam karoti. Sandhya Bhagini. लभस्व आपनुहि आपनुहि विन्द निन्द किञ्चित् अवगच्छति वा? एकमपि न जानाति. एकमपि न जानाति. लभते लभ इति जानाति खलु, लाभः लाभ इति जानाति, लाभ इति प्राफिट्. किन्तु लभते नाम गृह्णाति, स्वीकरोति, स्वीकरोति, गृह्णाति. लभ लभते, लभते नाम स्वीकरोति, आप्नोति प्राप्नोति न आप्नोति अपि तथा अस्ति. गृह्णाति गृह्णाति स्वीकरोति लभते आप्नोति. किन्तु निन्दा इति जानाति, निन्दा निन्दति न न न निन्दा नाम तर्हि निन्दा इति भिन्नम् अस्ति. विन्दा अपि तथा नाम लभस्व आप्नुहि विन्दा पदानि समानानि. अस्तु भगिनी करोतु, भवान् भवान् कर्तुं शक्नोति खलु. नाम डिफिकल्ट्. अस्तु लक्ष्मी भगिनी. जानीहि विद्धि निबोध जहि. अहं न जानामि. जानीहि नाम जानाति इति अर्थः, ज्ञानं, ज्ञानस्य सम्बन्धशब्दः. विद्धि विद्धि इति वेदः, वेदं वेद ज्ञानम् विद् विद् विद् इति वेदः नाम वेदाः सन्ति खलु ग्रन्थ इति शास्त्रं, तत् ज्ञानम् इति अर्थः अस्ति वेद. तर्हि अत्र जानीहि इति विद् निबोध अपि तथा अस्ति. जहि इति भिन्नम् अस्ति. अस्तु महोदय. इच्छानि काङ्क्षानि कामये वीक्षय वीक्षय. अत्र सुलभमस्ति खलु इदम्. इच्छानि कामये आकाङ्क्षा इति जानाति वा? आकाङ्क्षा कामये काम कामः वीक्षय वीक्षति न पश्यत् पश्यत् वन्दताम् नमतु रमतां प्रणमतु. सो वन्दतां प्रणमतु सम्मानम्. वन्दतां प्रणमतु नमतु अपि सो रमतां. रमतां भिन्नम् अस्ति. अर्थः कः? रमतां रमते रमते नाम मोदते रमते. वयं दृष्टवन्तः क्रीड लस रमस्व सहस्व. क्रीड रमस्व लस समानं. सहस्व भिन्नम् अस्ति. वीक्षय उत्तमा भगिनी. क्रीडति लसति रमति तत्र लसति अपि तथा क्रीडति रमते लसति विलासः. तत्तु भिन्नमस्ति. वीक्षय लोकय पश्यानि रक्षानि अवेक्षय रक्षानि. तत्र दर्शनं सर्वत्र खलु. वीक्षै लोकै पश्यानि अवेक्षै तत्र दर्शनस्य अर्थः पश्यतु पश्यति इति अर्थः. किन्तु रक्षानि इति भिन्नम् अस्ति. अन्तिमं करोतु. मुञ्चतु जहातु हन्तु त्यजतु. हन्तु नाम मुञ्चतु नाम मुक्तिं करोतु कारयतु जहातु अपि तथा त्यजतु त्यजतु अपि तथा हन्तु निवारणं करोतु इति अस्ति आत्मने पदाभ्यः करपत्रम् अस्ति लैक् फार् द परस्मै पदाभ्यः एक पत्रं करपत्रम् आसीत् अर्थः कः लैक् वी हेड् अ लाङ्ग् सोरि वी हेड् अ लाङ्ग् क्रिया आरम्भे आरम्भे नाम अभ्यासपुस्तकस्य समये खलु उदाहरणार्थं वदामि वदतु ब्रूतां भाषतां तत् वदतु तु भवती जानाति खलु ब्रूताम् इत्यस्य अर्थः समानः भाषतामपि नाम भाषा खलु भाषा भाषताम् अर्थः समानः किन्तु यदि वयं जानीमः यत् मोदताम् इति अर्थः भिन्नः अनेन वयम् अनुमानं कर्तुं शक्नुमः यत् ब्रूतामपि तथा स्यात् इति अस्ति इदानीम् एकादशः अभ्यासः अस्ति द्वादश अभ्यासः अस्ति तत्र किञ्चित् एकादशः द्वादशः द्वादशगृहपाठरूपेण कुर्वन्तु द्वादश अभ्यासः तत्र एकादश अभ्यासे तत्र ब्रूते कुरुते इत्येषां रूपाणि किञ्चित् असामानानि सन्ति असामान्यानि सन्ति अतः अहं चिन्तयामि इदानीं मास्तु द्वादश अभ्यासः भवतु गृहपाठरूपेण त्रयोदशः अपि कुर्वन्तु द्वादशः त्रयोदशः नाम लोट्लकारः कुत्र अस्ति प्रथमं करोतु अत्र पश्येम त्रयोदश योगस्थ कुरु कर्माणि तत्र लोट्लकारः कुरु अस्ति कुरु कुरु द्वितीयं करोतु निमित्तमात्रं भव सव्यसाचिन् लोट्लकारः कुत्र अस्ति निस्त्रैगुण्यो भवार्जुन अत्र सन्धिः अस्ति भव भव इति अस्ति भव अर्जुन अग्रे भगिनि युजं मां सर्वभूतानां विद्धि इति अस्ति जानीहि इति जानीति अतः एवं वयं कर्तुं शक्नुमः खलु एवम् अस्माकम् अभिज्ञानं वर्धते अभिज्ञानं वर्धते रेकग्निशन् अभिज्ञानस्य शक्तिः वर्धते तर्हि द्वादशः त्रयोदशः च कुर्वन्तु गृहपाठत्वेन अनन्तरम् अग्रिमे सप्ताहे तस्य ततः अग्रे गच्छेम सङ्ख्यायाः विषयः अग्रे अस्मिन् सप्ताहे नदीशब्दः इदानीं देवशब्दः वनशब्दः लताशब्दः नदीशब्दः अपि च एवं द्वादश त्रयोदश अस्तु समीचीनं कः प्रश्नः विरमाम नमस्कारः